नमस्कारः. अद्यतनविषयः अस्ति अदादिगणे हलन्तदातवः इति. गतसप्ताहात् पाठः अनुवर्तते, तर्हि अग्रे सरलभगिनी सारांशरूपेण वदति किम् अदादिगणे विकरणप्रत्ययः कः इति. अदादिगणे विकरणप्रत्ययः नास्ति, शप् तस्य अदिप्रभृतिभ्यः शप लुक् भवति, अतः शप् तस्य लुक् भवति लुमिताङ्गतस्य कारणे कोऽपि विकरणप्रत्ययः तस्य कार्यमपि न भवति अदादिगणे. तद् धातु एव अङ्गं भवति, यद् धातु अन्तः भवति तद् धातु अङ्गान्तं भवति. धातु सिद्ध तिङ्गप्रत्यय योजनेन अपि कार्यं भवति, तद् भवति तदनन्तरम्. इदानीम् वयं हलन्तपदानि इति हलन्तपदानि कृतानि सन्ति. आं भगिनि, तर्हि गतसप्ताहे वयं किञ्चित् दृष्टवन्तः खलु ईडजादे ईडजनोर् द्वे च इति. अस्तु, धन्यवादः भगिनि. आम् पुनः पठामः अद्य. आं भगिनि, पुनः पठामः. सत्यम्. आम् पुनः आरम्भतः पठामः. हेमा भगिनी आरम्भं करोति किम्? आं भगिनि, इडागमः इति विषये ईडजनोर्ध्वे च इति सूत्रमस्ति, तथा किल महोदय? ईडजनोर्ध्वे च ईड् जन् इत्याभ्यां धातुभ्यां पदस्य सार्वधातुकसंज्ञकस्य से च ध्वे च द्वे शब्दस्य च इडागमो भवति. अत्र अनुवृत्तिसहितसूत्रमस्ति, ईशः ईडजनोः अङ्गात् सार्वधातुकस्य से द्वे च इट् इति. अत्र सूत्रे ईड इति अकारः उच्चारणार्थं किल भगिनि? तत्र ईडजनोर्द्वे च सूत्रं वदति, ईड् अपि च जन् इति धातुद्वयं तेषां कृते यदा सार्वधातुकप्रत्ययः परे अस्ति चेत् से अपि च द्वे इति इत्युक्ते मध्यमपुरुषस्य एकवचने अपि च बहुवचने तर्हि इडागमः भवति इति. परन्तु साधारणतया वयं जानीमः अन्यत् सूत्रम् अर्धधातुकस्य इड्वलादेः अस्ति, तदपि पठित्वा वदामि. तर्हि अत्र ध्येयं यत् अर्धधातुकस्य इड्वलादेः इत्यनेन इडागमः अर्धधातुकप्रत्ययस्य एव भवति इति सामान्यनियमः. अर्धधातुकस्य इड्वलादेः अर्धधातुकप्रत्ययस्य आदौ बल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. सार्वधातुकप्रत्ययस्य प्रसङ्गे त्रयाणामेव धातूनाम् इडागमः भवति. ईशः से ईडजनोर्द्वे च इत्याभ्यां सूत्राभ्यां सार्वधातुकप्रत्ययस्य इडागमः ईश् ईड् जन् इति एभ्यः त्रिभ्यः धातुभ्यः. कुत्र इति चेत् लट् लकारस्य से द्वे, लुट् लकारस्य स्वद्वां च. तर्हि आर्धधातुकस्य इड्वलादेः अस्माकं परिचितसूत्रमस्ति, यत्र केवलम् आर्धधातुकप्रत्ययः परे भवति चेत् अपि च वलादिप्रत्ययः अस्ति चेत् तत्र इडागमः भवति. तर्हि साधारणतया सार्वधातुकप्रत्ययः अस्ति चेत् तत्र न भवति, परन्तु अत्र तु एक्सेप्शन् अस्ति, यत् धातुत्रयम् अस्ति ईड् जन् अपि च ईश्, येषां कृते अङ्गात् सार्वधातुकप्रत्ययस्य द्वे परे भवति चेत् तत्र इडागमः भवति. अत्र से द्वे इति लट्लकारे अपि च लोट्लकारस्य अपि स्वध्वम् इति च भवति इति. अत्र अग्रे दत्तमस्ति कथं लोट्लकारस्य स्वध्वम् अपि च भवति इति, यतोहि सूत्रे केवलं से द्वे इति दत्तम्. धन्यवादः भगिनि. अत्र सूत्रे अनुवृत्तिसहितसूत्रे स्वे से द्वे इति सप्तमी विभक्ति नास्ति, किन्तु प्रथमविभक्ति इति नास्ति. नो चेत् लुप्तषष्टिकं पदम् इति किं लुप्तषष्टिकं पदम् इति लुप्तषष्टिकं पदं ते द्वे इति धन्यवादः रामप्रिया भगिनी आं भगिनि यथा लटि ईड्योगः से तत्र ईड्योगः इडागमः भवति एतत् सूत्रेण एव ईड्जनोर्द्वे इति सूत्रेण ईड्योगः इट् योगः से अनुबन्धलोपानन्तरम् ईड्योगः इ योगः से इदानीं इण्कोः आदेशप्रत्ययोः इति सूत्रस्य आदेशप्रत्ययोः इति सूत्रस्य निमित्तम् अस्ति अतः आदे इन् प्रत्याहारात् सकारस्य षत्वं भवति ईडि ईडिशे इति रूपम् आगच्छति लटि अनन्तरं लटि यदा ईड्योगः द्वे इति स्थितौ बहुवचने ईड्योगः तत्रापि इट् इति आगमः ईड्जनोर्द्वे इति सूत्रेण ईडि द्वे इति रूपम् आगच्छति लोटि तु ईड्योगः स्व इति प्रत्ययः ईड्जनोर्द्वे इति सूत्रेण ईडागमः ईड्योगः ईयोगः स्व अत्रापि आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अस्ति सकारस्य षत्वम् ईडिष्व बहुवचने ईड्योगः द्वम् ईड्योगः इट् योगः द्वम् इडागमः ईडिध्वम् परन्तु लङि तु ईड्योगः द्वम् इति यदा द्वम् इति प्रत्ययः बहुवचने अस्ति चेदपि तत्र इडागमः न भवति हल्सन्धिकार्यत्वात् ठुत्वमेव भूत्वा ईडिड्वम् इति रूपम् आगच्छति धन्यवादः भगिनि अत्र इडागमः किमर्थं से इति द्वे ए द्वे इति प्रत्ययात् पूर्वम् आयाति इति तदपि वदति इडागमः इडागमः तत्र इट् इति आगमः इट् टित् अस्ति आद्यन्तौ टकितौ इति परिभाषासूत्रेण प्रत्ययस्य आदौ आगच्छति अतः एव से इति प्रत्ययस्य आदौ इडागमः स्थानि इत्यस्य आदौ स्थानि आदौ धन्यवादः अग्रे अपि प्रश्नाः वा आम् अत्र केचन प्रश्नाः उद्यन्ति यदि अनेन सूत्रेण से इत्यस्य इडागमः भवति तर्हि लोटि स्व इत्यस्य इडागमः किमर्थम् अत्र यद् इदानीं प्रश्नः आगच्छति यदा से इति सूत्रे तु से द्वे इत्येव उक्तं यदा से इत्यस्य इडागमः भवति चेत् लोटि स्व इत्यस्य किमर्थं तस्यापि ग्रहणं भवति इति प्रश्नः अनन्तरं यदि अनेन सूत्रेण द्वे इत्यस्य इडागमः भवति तर्हि लोटि द्वम् इत्यस्य इडागमः किमर्थं द्वे इति लट्लकारस्य बहुवचने तस्य तु इडागमः भवति इति सूत्रे एव से द्वे इति उक्तं परन्तु द्वम् इति लोटि बहुवचने अपि इडागमः भवति किमर्थं तस्यापि ग्रहणम् इति द्वितीयप्रश्नः तृतीयमस्ति लटि यदि लोटि कथञ्चित् द्वम् इत्यस्य इडागमः भवति तर्हि लङि द्वम् इत्यस्य इडागमः किमर्थं न भवति इति तत्र यदा इदानीं वयं परिशीलित दृष्टवन्तः द्वम् इति लोटि इडागमः भवति इति परन्तु तर्हि लङि तु द्वम् इति तत्रापि प्रत्ययः द्वमेव अस्ति परन्तु तत्र इडागमः न भवति किमर्थम् इति प्रश्नत्रयम् आगच्छति इदानीं धन्यवादः भगिनि सरला भगिनी एतेषां परिहारार्थसम्बन्धसिद्धतिङ्प्रत्ययः कथं निष्पन्नः इति स्मरणीयाः आत्मनेपदी धातूनां मूलतिङ्प्रत्ययाः त आतां च थास् आथां त्वम् इद् वहि महि थास् लटि से लोटि स्व थास् थासः से इत्यनेन तित् लकारस्य थास् स्थाने से आदेशः लटि से लोट् लकारे स्वाभ्यां वामौ इत्यनेन सकारात् परस्य एकारस्य व आदेशः लोटि स्व इदानीं प्रथमम् आत्मनेपदी धातूनां मूलप्रत्यय ये सन्ति त आतां झ थास् आतां ध्व इद् वहि महि तस्य तेषां प्रति यदि थास् मध्यमपुरुषे एकवचने ध्वं मध्यमपुरुषे बहुवचने लति लोटि किं भवति अन्यसूत्र आगच्छति थासे इति सूत्रेण अनेन टिप् लकारस्य था स्थाने से आदेशः भवति थास् स्थाने से आदेशः भवति अतः लट् लकारे से भवति लोट् लकारे अन्य सूत्रमागच्छति सवाभ्यां वामौ इत्यनेन सकारात् परस्य एकारस्य व आदेश लोटिस्व स योग ए से एकारस्य स्थाने व वकार आदि व आदेश भवति अतः लोटिस्व भवति सो ए अने द्वे सूत्रेण था से सवाभ्यां वामौ इति सूत्रेण से भवति लति स्व भवति लोटि थास्ये इति सूत्रम् अस्ति टित् लकारस्य स्थाने से आदेशः भवति थास् षष्ठ्यन्तं से लुप्तप्रथमान्तं द्विपदं सूत्रं टित् आत्मने पदानां तीरे इत्यस्मात् टित् इत्यस्य अनुवृत्ति लस्य इत्यस्य अधिकार अनुवृत्तिसूत्रं टित् लस्य थासे टित् लकारस्य सा थासे स्थाने से आदेशः भवति टित् भाग भवति अन्तिम स्वर अन्तिम अच्वर्ण तस्य अनन्तरं कोऽपि हल्वर्ण अस्ति तस्य अत्र थासे पूर्णतया थास् स्थाने से आदेशः भवति टित् लस्य थासे इति अनुवृत्तिसूत्रम् अस्ति भगिनि टित् लकारस्य कथं वयं टितः लस्य तासे सो टितः भवति लस्यति तकारस्य इत्सुन्या अस्ति खलु तर्हि तादृशलकारः यस्य तकारस्य इत्सुन्या भवति चेत् तस्य लकारस्य तास् स्थाने से आदेशः आम् किन्तु टितः लस्य कथं वदामः अनुवृत्ति यथा षष्ठी विभक्ति से अस्ति प्रथमा विभक्ति सुप्त लुप्तषष्ठी अन्तकं पदमस्ति टितः लस्य कथं वदामः टितः किम् अस्ति स्थानी अस्ति खलु तासः इति कीदृशः तथादृशम् अस्ति खलु कीदृशकासः इत्युक्ते चित्तः प्रायः विशेषणविशेषभावः इति वक्तुं शक्यते किम् अस्तु अत्र त्रयमपि षष्टि एव किल भगिनि चित्तः चित्तः लस्य थास सर्वे षष्टि विभक्ति भवति षष्टि विभक्ति आम् आम् अस्तु अपि च से इति प्रत्यय किल अत्र तर्हि थासः से इति सूत्रे वयं स्मरामः से इति लुप्तप्रथमान्तं परन्तु ईडजनोर्द्वे तस्य से इति लुप्तषष्ट्यन्तम् षष्टि तत्र षष्टि केवलं सूचनार्थम् अस्तु अस्तु धन्यवादः भगिनि धन्यवादः अग्रे पठामि वा सवाभ्याम् सवाभ्यां वामौ लोट् लकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण व अम् इत्यनयो आदेशो भवति लोट् अनुवृत्तिसूत्रमस्ति लोटः लस्य सवाभ्याम् एतः वामौ लोट लकारस्य स्थाने सवाभ्यां यदि सकार परे अस्ति वा वकार आगच्छति वकार पूर्वम् अस्ति तस्य स्थाने अम् आदेशः भवति सो सवाभ्याम् इति भवति पञ्चमी विभक्ति एतः वामौ वा वकार वा अपि अम् इति आदेश भवति, सो तस्य अस्ति प्रथमा विभक्ति. सो लोट् लकारस्य सकारात् वकारश्च एकारस्य स्थाने व अम् आदेश भवति. अथ लोटि ध्वं लटि द्वे, लोट् द्वे यदि अस्ति द्वितीय सोरि क्षम्यतां किं भगिनि न न अन्य वार्ता अस्ति ध्वम् द्वे अध्वम् अत्र स्वे अस्व इति अभवत् उभयत्र अपि तास् इति यत्र से इति आसीत् अधुना स्वाभ्यां वामो इत्यनेन एकारस्य स्थाने किं वकारः आयाति. अनन्तरं ध्वम् इत्यस्मिन् द्वे इत्यस्मिन् एकारस्य स्थाने अम् आयाति, अम् आगच्छति. उभयत्र कार्यं भवति. प्रथमं थास् इत्यस्मिन् लटि तु तासहसे इत्यनेन ते आदेशः. ध्वम् इत्यत्र किम् आसीत् तित आत्मनेपदानां तेरे इत्यनेन टिभागस्य स्थाने, टिभागः इत्युक्ते अन्तिमस्वरात् आरभ्य तस्य अन्तपर्यन्तं भवति टिभागः. तर्हि टिभागस्य स्थाने एकार आदेशः, तर्हि किद् वा वकारः अनन्तरम् अम् इति टिभागः, टिभागस्य स्थाने एकारः आयाति कित आत्मनेपदानां तेरे इत्यनेन. अनन्तरं लोटि स्वाभ्यां वामौ इत्यनेन किमित्युक्ते लोट् अपि टित् अस्ति इति कृत्वा प्रथमं तासहस्ते कार्यं करोति, तथा एव टित आत्मने पदानां तेरे इति सूत्रमपि कार्यं करोति. अनन्तरं स्वाभ्यां वामौ इति आगत्य एकारस्य स्थाने वकारः, अनन्तरं अम् इति आदेशः भवति. से प्रथमे प्रथमं कार्यं करोति, किन्तु द्वे प्रति तित् आत्मनेपदानां तेरे कार्यं करोति. तदनन्तरं लोटि सवाभ्यां वामौ स्व अपि द्व प्रति कार्यं करोति. अस्तु, धन्यवादः. पठामि वा भगिनि? ध्वं लटि द्वे लोटि ध्वं, ध्वं तित आत्मनेपदानां तेरे इत्यनेन टिप्लकाराणाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टीभागस्य स्थाने एकारादेशः लटि द्वे इति भवति. सभाभ्यां वामौ इत्यनेन लोट्लकारस्य एकारस्य स्थाने अमादेशः, अतः ध्वम् इति भवति, यथा भवति इदानीमेव उक्तवती. तदनन्तरं पित आत्मनेपदानां तेरे सूत्रमस्ति, टिप्लकाराणाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टीभागस्य स्थाने एकारादेशो भवति. अनुवृत्तिसहितसूत्रमस्ति, तितः लस्य आत्मनेपदानां तेः ए. अग्रे लङ् विषयः अस्ति, लङि ध्वम् इति, ध्वं लङ् ङित् अस्ति न तु टित्, अतः टित आत्मनेपदानां तेरे इत्यनेन टीभागस्य एत्वं न भवति, मूलध्वमेव तिष्ठति. अत्र लङ् ङित् अस्ति तित् नास्ति इति कृत्वा तित् आत्मनेपदानां तेरे सूत्रस्य प्रसक्तिरेव नास्ति इति. प्रत्ययानां मूलरूपं प्रकृतिः, परिवर्तितरूपं च विकृतिः. अपि च यत्र व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति, मध्ये अपि मूलं प्रति साधनं विकृतिः, फलं प्रति च साधनं प्रकृतिः. अत्र किमस्ति इत्युक्ते, यदा वयं प्रत्ययस्य मूलरूपं पश्यामः, तस्य मूलस्य नाम प्रकृति इति वदामः. अपि च यत्र सोपानेन बहवः बहूनि सोपानानि भवन्ति, अपि च अन्ते यत् रूपं साधयामः तत् पुनः प्रकृतिरेव भवति. परन्तु मध्ये ये सोपानेन अन्यानि रूपाणि आगच्छन्ति, तत्र ते परिवर्तितरूपाणि विकृति इति वदामः. तदेव अत्र अस्ति, व्युत्पत्तिमार्गे अनेकानि सोपानानि सन्ति, मध्ये अपि मूलं प्रति साधनं विकृतिः. तर्हि प्रथमं ए अस्ति, तदनन्तरं बि इति परिवर्तनं भूत्वा द्वितीय रूपम् अस्ति, यत् मूलं प्रति विकृतिः भवति. अपि च अन्ते सि इति एक अन्तिमरूपम् अस्ति, तद् पुनः विकृतिं प्रति प्रकृतिरेव भवति इति. फलं प्रति च साधनं प्रकृतिः एव भवति. इत्युक्ते बि प्रकृतिः भवति, अपि क्षम्यताम्, हां सत्यं, परिवर्तितरूपं पुनः प्रकृतिरेव भवति इति अस्ति. यदि वयं दृष्टान्तेन सह से द्वे इति स्थापयित्वा पश्यामः चेत् इतोपि स्पष्टं भवति इति. प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणं. यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते. एकस्मिन् देशे विकारः भवति चेत् मूलं तदानीमपि तस्य बीजे अस्ति. छिन्नपुच्छ श्वा श्वा एव. कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः. किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणम्. यत्र विकृतौ कार्यं विधीयते विकृतिग्रहणेन प्रकृतेरग्रहणात् इति परिभाषया प्रकृतौ तत् कार्यं न भवति. इत्युक्ते यत्र वयं मूलमस्ति तस्य ग्रहणं कुर्मः, अपि च तदनन्तरं प्रकृतेः यदि विकारः भूत्वा विकृतिः आगच्छति तत्र विकृतेः अपि ग्रहणं भवति इति परिभाषा अस्ति. एकदेशविकृतस्य अनन्यत्वात्. एकदेश इत्युक्ते एकस्थले, इत्युक्ते एकस्मिन् देशे यदि कोऽपि परिवर्तनं भवति चेत् तत्र परिवर्तने तत्र तत्प्रति प्रकृतिः इत्युक्ते तत्र किं वदामः, तत्र तस्य प्रकृतेः बीजः तत्र तत्रापि अस्ति इति कृत्वा तत्र तस्य ग्रहणमपि भवतु इति अर्थः. इत्युक्ते एकः श्वानः अस्ति, अपि च अन्यत् अन्यश्वानः पुच्छं विना अस्ति. तर्हि श्वानः अपि श्वानः एव, पुच्छरहित श्वानः अपि श्वानमेव वदामः, यतोहि तत्र श्वानः एव प्रकृतिः इति स्वीकृत्य पुच्छरहितश्वानस्य अपि ग्रहणं भवति इति अस्ति. परन्तु विपरीतदृष्ट्या यदि पश्यामः, यदि पुच्छरहित श्वानः अस्ति तस्य ग्रहणं भवति चेत् तत्र पुच्छसहित श्वानस्य ग्रहणं न भवति इति. अत्र तु परिभाषा अस्ति विकृतिग्रहणेन प्रकृतेः अग्रहणात् इति परिभाषा कार्यं करोति. तथैव अत्र अन्धस्य अपि दृष्टान्तः अस्ति. यथा कोऽपि यदि वदति पुरुषम् आनय, तर्हि अन्धपुरुषस्य आनयनेनापि कार्यं सिद्धम्. अन्धो वा अनन्धो वा पुरुष एव. किन्तु कोऽपि यदि वदति अन्धम् आनय, तर्हि अन्धः एव आनेतव्यः. सामान्यपुरुषस्य आनयनेन कार्यं न सिद्ध्यति. पुरुषः प्रकृतिः, अन्धः विकृतिः. प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणं, किन्तु विकृतेः ग्रहणेन प्रकृतेः अग्रहणं. तथैव अत्र भिन्न उदाहरणम् उदाहरणेन महोदयः विवृतमस्ति, महोदयेन विवृतमस्ति. यदि एकः अन्धः अपि एकः पुरुषः अस्ति चेत् वयं केवलं पुरुषमानय इति वदामः चेत् पुरुषः कीदृशः अपि भवतु, अन्धः वा बधिरः वा मूकः वा, तम् आनयनेन तत्र कार्यं साधितं भवति. परन्तु यदि वयं वदामः अन्धमानय नो चेत् मूकमानय, तत्र केवलम् अन्धं वा मूकम् इति भवति, न तु पुरुषः इति. अतः अत्र पुरुषः एव मूलः भवति, प्रकृतिः भवति, अपि च अन्धः बधिरः वा मूकः विकृतिः भवति. अतः अत्र यदि प्रकृतिं प्रकृतिग्राह्यं भवति तत्र विकृतेः अपि ग्राह्यं भवेत् इति अस्ति. आं भगिनि, एवमेव लोटः द्वं प्रति द्वे प्रकृतिः, अतः द्वे इत्यस्मिन् कार्यं भवति चेत् लोटः द्वं प्रति अपि तत् कार्यं भवति, किन्तु लङ्कः द्वं तु मूलद्वं, लङ् द्वं प्रति द्वे विकृतिः न तु प्रकृतिः, अतः द्वे इत्यस्य यत् कार्यं भवति लङ्घः द्वम् इत्तत् कार्यं न गृह्णाति. अत्र यदा प्रश्नस्य उत्तरम् अस्ति इदानीं, तत्र लोट् लोट्लकारे द्वम् इति अस्तु, प्रथमं मूलप्रत्ययः अस्ति द्वम् इति, लोट्लकारे प्रथमं तस्य टित आत्मनेपदानां टेरे इत्यनेन द्वे इति भवति लट्लकारे. प्रकृतिः इदानीं द्वम् इति मूलप्रत्ययः, विकृतिः द्वे इति लटि, परन्तु तत् द्वे अपि सवाभ्यां वामौ इति सूत्रेण द्वं भवति लोटि, अतः द्वम् इति लोट् लकारस्य प्रत्ययं प्रति द्वे इति लट्लकारस्य प्रत्ययः प्रकृतिः इदानीम् अस्तु. आम्, अतः तस्यापि ग्रहणं भवति. यदा द्वे इति सूत्रे उक्तम् अस्ति चेदपि प्रकृतिग्रहणेन विकृतिः द्वम् इत्यस्यापि ग्रहणं भवति, परन्तु लङ्घि द्वम् इति मूलप्रत्ययः एव अस्ति, अतः यदा द्वम् इति लोटि विकृतिग्रहणेन प्रकृत्याः अग्रहणं भवति, अतः एव लङ्घि द्वम् इति प्रत्ययः अस्ति चेदपि तद् न गृह्णाति. एतत् सूत्रं लङ्घि द्वम् इत्यस्य कार्यं न गृह्णाति. आम्, विकृतिग्रहणेन अपि प्रकृत्याः अग्रहणं, विकृतिग्रहणेन प्रकृतेः अग्रहणात् परिभाषा. साधु आमां भगिनि, केवलं द्वे इति वदनेन वदनस्य अपेक्षया द्वम् इति कुत्रचित् उक्तवती तावदेव, तदेव ओ एवं वा. प्रकृति विकृति पुनः पुनः आगच्छति किल, अतः एव अस्तु. सन्धिकार्यं खरी च इत्यनेन प्रथमादेशो भवति खरी परे, ईडियोगः ते तत्र करीपरे अस्ति, अतः आदेशः भवति डकारस्य स्थाने प्रथम टकारः ईट्ते, ईट् योगः ते इति आगच्छति. अनन्तरं ष्टुनाष्टुः इत्यस्य प्रत्ययादौ तकारस्य स्थाने टकारः, अनन्तरं तकारस्य स्थाने टकारः, तत्तु द्विवचने भवति ईट्ते, ईट्ते इति रूपम्. यथा ईड् योगहते करीच इत्यनेन चत्वम्, ईट् योगहते शृणाष्टुः इत्यनेन श्रुत्वम् ईट्टे इति रूपम्. लङ्गी ईड् धातुः अजादित्वात् आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धि आदेशः च, आयोगः ईड् ऐड् इति अङ्गं भवति इदानीम्. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि. ह्यः महोदय किम् उक्तवान्, ष्टुनाष्टुः प्रथमं कृत्वा खरीच इति भवति, किं किम् उक्तवान्? तदर्थं यद्यपि भिन्नस्थले कार्यं भवति तथापि अष्टाध्यायस्य वदतु भगिनी, किं किम भगिनी स्मरयतु. न, तत्र अहम् उक्तवती ष्टुनाष्टुः प्रथमं करणीयम् अपि च खरीच अनन्तरं करणीयम् इति, तर्हि महोदयः उक्तवान् अहं समीकरोमि इति, परन्तु अखिला भगिनी पृष्टवती तत्र स्थलं भिन्नं भवति किल, तत्र वयं पूर्वत्रासिद्धम् इति सूत्रक्रमं द्रष्टव्यं वा, यतोहि स्थलभिन्नं भवति इति कृत्वा पृष्टवती. महोदयः उक्तवान् अहं पृष्ट्वा अनन्तरं वदामि, तादृशम् आगच्छति प्रसङ्गः यत्र वयं स्थलभिन्नं भवति, अपि च क्रमं वयम् इदानीं तु दृष्टवन्तः. अतः अस्तु भगिनि, तर्हि अग्रिमप्रायः अग्रिमसप्ताहं न दृश्यते खलु? प्रायः पूरयतु, पूरितवती खलु भगिनि? भगिनि अस्तु, सरला भगिनी वदति किम् अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. लटि ईद् यो आत्मनेपदी धातुः अस्ति ईद्, सो लटि प्रथमपुरुष ईद् योगते. इदानीं स्नष्टुः प्रथमं यथा ह्य वर्गे उक्तवान्, सो ते तस्य स्थाने टकार आगच्छति, वर्गीयप्रथमवर्ण ते भवति. इदानीं खरी च इत्यनेन डकारस्य स्थाने टकार आगच्छति, कारणं कि टकार भवति खरी प्रत्याहारे, डकार अस्ति झलि, तस्य आदेशः भवति. सो ईते इति भवति. तदनन्तरं ईद् योग आते केवलं वर्णमेलनं भवति, ईदाते ईदते. अत्र से अस्ति, अत्र इडागम भवति. ईद् जनो द्वे च इति सूत्रेण इडागम आगच्छति. ईद् योग ई ईद् ई से आदेशप्रत्ययो इकार एण्को अस्ति, तस्य सकारस्य स्थाने शकार आगच्छति, सो ईद् शे भवति. ईद् योग आथे भवति, ईदाथे. ईद् योग द्वे पुनः ईद् जनो द्वे च इति सूत्रेण डागम भवति, सो ईदि द्वे भवति. ए वहे महे केवलं वर्णमेलनं भवति, ईदे ईद् वहे ईद् महे इति भवति. धन्यवादः भगिनि. हेमा भगिनि, लोट्लकाररूपाणि ईड् योगः ताम्. इदानीं अत्र यथा वयं प्रथमम् उक्तवन्तः, तत्र ष्टुनाष्टुः अपि च खरि च सूत्रेण टकारः आगच्छति, अतः ईटाम् इत्येव भवति. अपि च अग्रे अस्ति आताम् इति, केवलं वर्णमेलनम् आताम् अताम् द्वयोः अपि, ईडाताम् ईडताम् इति. यत्र स्व इति अस्ति, इदानीं दृष्टवन्तः ईडजनोर्ध्वे अत्र स्व इत्यस्य स्थाने अपि कार्यं भवति, यतो स्व इति तत्र मूलस्य अपि प्रकृतेः ग्रहणमपि भवति विकृतेः स्थाने इति कृत्वा, तत्र इकारः आगच्छति इडागमः भूत्वा. अपि च यदि इकारः क्षम्यताम् इकारः इन्को वर्णः अस्ति इति कृत्वा पुनः शत्वं भवति आदेशप्रत्ययोः अनेन, अतः ईडिष्व इति रूपं भवति. आथां तु केवलं मेलनमेव भवति, अतः ईडाथां. ध्वं पुनः अत्रापि समानसूत्रेण ईडजनोर्ध्वे इति सूत्रेण ध्वम् इति लोट् लकारः अपि टित् अस्ति इति कृत्वा अत्रापि प्रसङ्गः भवति, अतः ईडि ध्वम् इति रूपम् आगच्छति. तदनन्तरम् ऐ आवहे आमहे, अत्र सर्वत्र केवलं मेलनमेव भवति, ईडै ईडावहे ईडामहे. धन्यवादः भगिनि. प्रिय भगिनि, लङ्घि, लङ्घि तु आडागमः प्रथमं भवति आडजादीनाम् इति सूत्रेण. आयोगः ईड्, अनन्तरम् आटश्च इति सूत्रेण वृद्धिः भूत्वा ऐड् इति इदानीम् अङ्गम्. ऐड् योगः त इति प्रत्ययः. यदा वयं पूर्वं दृष्टवन्तः ष्टुनाष्टुः करी च इति सूत्रस्य प्रसक्तिः ऐट इति रूपम् आगच्छति. अनन्तरम् ऐड् योगः आतां, तत्र तु वर्णमेलनमेव ऐडाताम्. ऐड् योगः अथ ऐडथ, मध्यमपुरुषे ऐड् योगः ताः, अत्रापि ष्टुनाष्टुः ऐड् योगः ताः, खरी च इति सूत्रेण ऐताः इति रूपम्. ऐड् योगः आथाम् ऐडाथाम्, ऐड् योगः द्वम्, अत्रष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः दकारस्य स्थाने टवर्गस्य चतुर्थवर्णः ऐढ्वम् इति रूपम्। अनन्तरम् उत्तमपुरुषे ऐड्योगः इ ऐडि ऐड्वहि ऐड्महि इति वर्णमेलनमेव। विधिलिङ्ग् सर्वे न, अत्र एकवारं पुनः केवलं स्मारणार्थं वयं ध्वम् इति लङ्गि अस्ति तत्र ग्रहणं न भवति इति वदामः चेत् अस्माकं मनसि तिष्ठति। धन्यवादः। विधिलिङ्ग् सर्वे ईकार आदौ अस्ति प्रत्याहारे केवलं वर्णमेलनं भवति। ईडित ईदीयाताम् ईदीरन् ईदीथा ईदीयाथाम् ईदीध्वम् ईदीय ईदीवहि ईदिमहि इति भवति। अन्यच्च ईजनो द्वे च ईशहसे इत्याभ्याम् एकमेव सूत्रं भवितुम् अर्हति स्म। ईशीदजनां सेध्वयोः तथा किमर्थं न कृतं पाणिनिना? अस्य उत्तरे केवलम् उच्यते विचित्रा हि सूत्रस्य कृति पाणिनेः। अत्र से इत्यस्य अनुवृत्ति द्वे इत्यस्य अपकर्षः उपरि आनयनं किमर्थं तथा कृतम् आनन्दार्थम् इति व्याकरणे उच्यते। इदानीम् ईशः से इति सूत्रेण केवलं सकारस्य सकारपरे अस्ति तत्र सकारस्य केवलं थास् प्रति सकारस्य आदेशः भवति। तस्य ध्व इति तस्य वर्णं नास्ति किन्तु ई यदि ई जना ध्वां ध्वम् इति सूत्रेण तत्र ईशस्य पूर्व अनुवृत्तिः अस्ति तत्र सो तत्र यदि पूर्व अनुवृत्तिः अस्ति तस्मिन् सूत्रे ईश अपि ग्रहणं भवति तत्र न केवलं से पर अस्तु द्वे अपि आगच्छति इति अपकर्ष अनुवृत्तिः अस्ति अत्र व्याकरणेन इति वदन्ति। धन्यवादः। किमर्थं पाणिनिः तथा न कृतवान् इति न जाने खलु? पाणिनिः केवलं जानाति। अहं मम चिन्तनम् आसीत् से इत्यत्र एव प्रायः आसीत् इति, किन्तु अत्र तु पुस्तकेपि महोदयेन लिखितं ध्वम् इत्यस्य अपि द्वे इत्यस्य अपि ग्रहणं भवति इति ईष्टतः। पुनः वदतु भगिनि भवत्याः चिन्तनम्। अत्र ईश ईशः मम चिन्तनमासीत् प्रायः ईश् धातोः से इति तृके पदे एव कार्यम् ईडागमः, किन्तु द्वे इति प्रतिपरे प्रायः न स्यात् इति मम चिन्तनम् आसीत्, किन्तु महोदय अत्र स्पष्टीकृतवान् तथा नास्ति। किं भगिनि अनुवृत्तिरूपेण ईशः से इति प्रथमं सूत्रमस्ति, ईडजनोर्थे अनन्तरं सूत्रमस्ति, तर्हि केवलम् अनुवृत्तिरूपेण अनन्तरमेव आयाति, पूर्वतनः सूत्रे न गच्छति किल, अतः अत्र अपकर्षः इति वक्त्वा तत्र द्वे इति ईशहसे तत्रापि स्वीकार्यम् इति विचित्रं वार्ता इति। अस्तु, तकारान्तः षष्टि संस्धातुः परस्मैपदी स्वप्ने इति भवति, निरनुबन्धधातोः सिद्धिः सत्वं धात्वादेः शः सः परिचितसूत्रमेव। उपदेशावस्थायां धातोः आर्तौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशो भवति। अत्र अनुवृत्तिसहितसूत्रं धात्वादेः शहसः उपदेशे तदनन्तरं नुमागमः इदितो नुम् धातोः इदितः धातोः नुमागमो भवति. अनुवृत्तिसहितसूत्रमस्ति इदितः धातोः नुम् इति. अपि च मिदच्योन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवो भवति. अनुवृत्तिसहितसूत्रमस्ति मित् अन्त्यात् अचः परः अन्तः इति. त्रयमपि परिचितसूत्रमेव इति अग्रे पठामि वा? किमपि षष्टि इति नूतनधातुः प्रथमम् उपदेशे अजनुनासिक इति कृत्वा तत्र इकारः अनुनासिकवर्णः इति कृत्वा तस्य इत्संज्ञा प्राप्नोति. अपि च तस्य लोपः इति कारणेन लोपः भूत्वा षष्ट् इति आगच्छति. इदानीं द्वितीय क्रमः अस्ति धात्वादिः शहसः इति. धातोः आदेशकारः अस्ति अतः तत्र सकारः भवति अनेन अतः सस्थितिरूपम् आगच्छति. इदानीं तत्र इकारः यत् अपगच्छति उपदेशे अजनुनासिक इति कारणेन तत्र इदित् धातुः अस्ति इति कृत्वा तत्र नुमागमः भवति इदितो नुम् धातोः इति कारणेन. तत्र नुमागमः नुम् इति मित् अस्ति इति कृत्वा तत्र अन्त्य अच्वर्णस्य परे आगच्छति अतः अत्र सकारस्य उत्तरवर्ति अकारः अन्त्य अच्वर्णः अतः तदनन्तरं नकारः आगच्छति अतः संस्थिति धातुः भवति. अङ्गकार्यम् उपदायां सकारः एव अस्ति अतः लघु इति न अतः अङ्गकार्यं नास्ति. कोऽपि गुणकार्यस्य प्रसक्तिरेव नास्ति अत्र अतः साक्षात् सन्धिकार्यमेव करणीयम् इति सन्धिकार्यम् आगच्छति. संस्योगः ति इति. इदानीं स्कुः संयोगाद्योरन्ते च इति सन्तिति आगच्छति. सकारस्य लोपः भवति यतोहि अन्ते संयोगः अस्ति. यत्र संयोगस्य पूर्ववर्णः यदि सकारः वा ककारः वा भवति तर्हि तस्य लोपः एव भवति इति. अतः सकारस्य लोपः भूत्वा सन्तिति आगच्छति. इदानीं सन्त्योगः ति नश्चापदान्तस्य झिलि अनेन नकारस्य अनुस्वारः भवति अतः सन्त्योगः ति. इदानीं पुनः तकारः यै वर्णः अस्ति इति कृत्वा अनुस्वारस्य यै परसवर्णः अनेन अत्र सन्त्योगः ति इति पुनः नकारः एव आगच्छति. इदानीं तकारः अपि झर्वर्णः परे अपि झर्वर्णः एव अस्ति झरो झरि सवर्णे इति कृत्वा तत्र विकल्पेन आगच्छति झरो झरि सवर्णे. अतः रूपद्वयम् अत्र आगच्छति. एकं तु सन्ति अस्ति अपरं तु सन्ति इति यत्र तकारः द्वयं भवति द्वित्वं भवति इति कृत्वा. अपि च अत्र सन्ति इति अस्माकं साधारणतया अस्माकं सन्ति इति न अत्र स्वप्ने इति अस्ति किल अर्थः. संस्थिति धातुतः सन्ति इति भवति इति. ओ वाक्यं वदति किं भगिनि कथं भवति कथं प्रयोगः कथं भवति अस् धातुः एव मम स्मरणे भवति. अत्र अत्र प्रयोगः कथं भवति इति उदाहरणरूपेण वक्तुं शक्यते किम्? अत्र स्वप्ने इति भवति किल तर्हि स्वप्ने इति अस्ति कोऽपि मनुष्यः यदा वयं कथां पठितवन्तः किल तत्र वः सः स्वप्ने किं किमपि सः बहूनि वस्तूनि क्रेत्वा तदनन्तरं यदा पादप्रहारं करोति तत् घटः भिन्नः छिन्नः भवति इति कृत्वा स्वप्ने आसीत् इति कृत्वा तत्र प्रायः अस्य प्रयोगः भवति सन्ति इति. अत्र अपि च एकवचने अपि अस्ति इति अपि स्मर्तव्यं. मातरं मातरं सन्ति इति वक्तुं शक्यते वा? मातरं सन्ति वा? बालकः मातरं नो चेत् शाकलेहं सन्ति इति तस्य स्वप्नं पश्यति इति तस्य विषये स्वप्नं पश्यति इति कथं वक्तुं शक्यते? प्रियभगिनी जानाति वा कथं प्रयोगः? सुबन्तपदं क्षम्यतां क्रियापदमेव किल अतः आम् सम्यक् एव भगिनि. बालकः चाकलेहं सन्ति सन्ति इति. अग्रे प्रिया भगिनी वदति एतत् समापितवन्तः किल संस्थयोगः अन्ति संस्थयोगः अन्ति अत्र नश्चापदान्तस्य झलि तत्र नकारस्य स्थाने अनुस्वारादेशः संस्थयोगः अन्ति संस्तन्ति इति रूपं संस्थयोगः मी अन तत्रापि नश्चापदान्तस्य झलि नकारस्य स्थाने अनुस्वारादेशः जलीपरे अस्ति अपदान्तः अस्ति आम् संस्मि इति रूपम् आगच्छति अत्र देयं किमर्थम् इमानि सूत्राणि न प्रवर्तनीयानि कोः संयोगाद्योरन्ते च अनुस्वरस्य एहि परसवर्णः जरो जरि सवर्णे संस्योगः मि इति स्थितौ कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः किमर्थं नास्ति इत्युक्ते तत्तु जलीव जलीपरे वा पदान्ते वा कार्यं भवति एतत्तु अपदान्तम् अस्ति आम् पदं नास्ति संस्थ अपदान्त धातुः अस्ति अनन्तरं मकारः जलि नास्ति इति कृत्वा तत्सूत्रस्य प्रसक्तिः अत्र नास्ति अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य प्रसक्तिः किमर्थं नास्ति इत्युक्ते नकारस्य स्थाने अनुस्वार आदेशः परन्तु इदानीं सकारः परे अस्ति सकारः यै प्रत्याहारे नास्ति इति कृत्वा परसवर्णादेशः तत्र न भवति जरोजरीसवर्णे जरोजरीसवर्णे इत्यस्य प्रसक्तिः अत्र नास्ति एव किमर्थम् इत्युक्ते तत्र सवर्णवर्णः एव नास्ति तद् आम् सवर्णवर्णः नास्ति तावदेव किल भगिनि तत्र भगिनि अत्र एकः प्रश्नः भगिनि अत्र यदि वयं संस्थिति स्वीकुर्मः संस्मि इति वदामः परन्तु सकारः तकारः यदि स्वीकुर्मः द्वयमपि झर्वर्णः झर्वर्णौ सकारः अपि च तकारः अपि च द्वयमपि दन्त्यवर्णः इत्युक्ते सवर्णे भवति इति स्थानं समानं सकारतकारयोः तर्हि आस्यप्रयत्नः द्रष्टव्यं सवर्गीयस्य भगिनि न तु मकार केवलं तालव्य ओष्ट्य इति नास्ति खलु आस्य प्रयत्नः इति किमपि नास्ति तुल्य आस्य प्रयत्नं सवर्णम् इति तर्हि साधारणतया वयं प्रयत्नं पश्यामः चेत् तत्र इण्टर्नल् एक्स्टर्नल् इति भवति किल तर्हि अत्र कुतः उच्चारणं उदेति इति कृत्वा तत्र तु समानः भवति परन्तु तदनन्तरं बाह्यप्रयत्ने प्रायः भिन्नः भवति इति चिन्तनीयं किल आं भगिनि इति मन्ये पूर्वमासीत् अस्माकं करपत्रम् एकवारं द्रष्टुमिच्छति चेत् पश्यामः सकारः अपि च सकारः तेषां स्थानं किमिति मकारस्य अपि न मकारः तु तत्र पूर्वमेव आगच्छति किल तत्र सवर्णं न भवति यतोहि तत्तु ओष्टीयवर्णः केवलं किन्तु तथा चिन्तयामः चेत् अत्र अनुस्वर हलः परस्य हल् वर्णस्य परस्य जरोजरी सवर्णे हलः इति अस्ति अनुवृत्तिः सूत्रस्य तर्हि अत्र अनुस्वारः तु हल् वर्णः नास्ति खलु एतत् पादौ एव आदौ एव इति चिन्तयामः चेत् सूत्रसङ्ख्या अपि द्रष्टव्या तर्हि जरोजरि सवर्णे सूत्रं किं सूत्रसङ्ख्या पश्यामः आगच्छति अष्टमदशचतुर्थपादे चतुर्थपादे तर्हि नशापदार्थस्य जलि अनन्तरमेव अस्ति खलु, तर्हि तत् पूर्वं तु तृतीयपादे भवति, एतत् चतुर्थपादे तर्हि अनुस्वारस्य अनन्तरमेव आयाति इति कृत्वा इदानीं स्थलभिन्नम् अस्ति चेत् द्रष्टव्यं वा न द्रष्टव्यं वा इति अहं विस्मृतवती. मकारः ओष्ठ्यवर्णः इति तर्हि तदर्थमेव मम चिन्तनमासीत्. तर्हि हल् वर्णः ककारः आस्य प्रयत्नः विस्मृतवती तदर्थं किञ्चित् क्लेशः. धन्यवादः. आं पठामि वा भगिनि अग्रे अपि लङ्गि केवलं वाक्यद्वयमेव लङ्गि हल्न्याभ्योस्य पृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकप्रत्ययस्य लोपः, अनेन लङ्गि तकारलोपः सकारलोपश्च, असंस्त्योगः तप्रत्ययः असंस्त्. अत्र किं भवति इत्युक्ते यदा लङ् लकारे किं भव हल्न्याभ्यो दीर्घसूतिस्य पृक्तं हल् इति सूत्रेण हल् उत्तरस्य यत् अपृक्तसंज्ञा अस्ति तस्य लोपः इति एतत् सूत्रं वदति. अत्र असंस्त्योगः तकारः तत्र हल्न्या एतत् सूत्रेण तकारस्य लोपः अपृक्तहल् वर्णः इति कृत्वा तस्य लोपः प्रथमं भवति. अनन्तरं स्कोः संयोगाद्योरन्ते च, इदानीं पदसंज्ञा अस्ति अतः स्कोः संयोगाद्योरन्ते च इति सूत्रेण तकारस्य लोपः असन्त्. इदानीं संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः असन् इति रूपम् आगच्छति, तादृशमेव सकारे परे अपि आगच्छति. भगिनी अत्र यद्यपि हल्याभ्यो दीर्घसूत्रस्य अपृक्तं हल् इति सूत्रं यद्यपि षष्टमध्यस्य प्रथमपादे आयाति तथापि प्रतिनिमित्तिकं कार्यं खलु, तत्तु परिणनिमित्तिकं कार्यं नास्ति खलु. न अस्तु, अत्र कश्चन प्रश्नः उदेति. असंस्कृत इति स्थित्यां पदान्ते संयोगान्तस्य लोपः अष्टमध्यायस्य द्वितीयपादे विंशति सूत्रं, स्को संयोगाद्योरन्ते च अष्टमध्यायस्य द्वितीयपादे नवविंशति सूत्रम् इति द्वयोः अपि प्रसक्ति सूत्रद्वयं त्रिपाद्याम्. अतः किमर्थं न पूर्वत्र सिद्धम् इत्यनेन अष्टमध्यायस्य द्वितीयपादे एकं सूत्रम् इत्यनेन परशास्त्रम् असिद्धम्, असिद्धत्वात् संयोगातस्य लोपः अष्टमध्यायस्य द्वितीयपादे त्रिविशन्ति अत्र भवेत्. उत्तरम् अस्ति यत् पदान्ते स्को संयोगाद्योरन्ते च अष्टमध्यायस्य द्वितीयपादे नवविंशतिसूत्रम् इति सूत्रं संयोगाद्यस्य लोप अष्टमध्यायस्य द्वितीयपादे त्रिविंशतिसूत्रम् इत्यस्य अपवादः, यत्र पदान्तसंयोगे प्रथमसदस्य सकार ककार च तत्रापि संयोगाद्यस्य लोपः अष्टमध्यायस्य द्वितीयपादे त्रिविंशतिसूत्रं भवति चेत् पदान्ते स्को संयोगादरन्ते च अष्टमध्यायस्य द्वितीयपाद नवविंशति निरवकाशं भवति. अतः अपवादत्वात् पदान्ते अवसरे सति स्को संयोगादरन्ते च अष्टमध्यायस्य द्वितीयपादे नवविंशति इत्य एव प्रवर्तनीयं भवति, पूर्वत्र सिद्धम् इत्यस्यपि अपवादः. इदानीं प्रश्नः आगच्छति यदि असंसत् इति भवति तथा कथं स्को संयोगान्ते च सूत्रं कार्यं करोति, न तु संयोगान्तस्य लोपः यतोहि संयोगान्तस्य लोपः पूर्वसूत्रमस्ति, यतोहि द्वे सूत्रे तृतीयपादे अस्ति द्वे सूत्रे, पूर्वत्र सिद्धं कथं कार्यं न करोति, पूर्व यदि संयोगातस्य लोप कार्यं भवेत् पूर्वसिद्धम् इति सूत्रेण, तस्य देन्स्यो को संयोगादरन्ते च सूत्रयः अनन्तरम् आगच्छति, तस्य निर्वकाश भवति. कारणं कि यदि तकारस्य लोप भवति तस्य सकार यदि संयोगे सकारपूर्वं न भवति, अतः अपवादस्य अपवादः अस्ति अत्र. पूर्वतासिद्धं तस्य अपवादः अस्ति, अपवादेन स्को संयोगादन्ते च तस्य प्रसक्ति अधिकम् अस्ति, अतः स्को संयोगादन्ते च तस्य कार्यं पूर्वं भवति न तु संयोगादस्य लोप. सकार वा ककार यदि संयोगस्य पूर्वम् अस्ति झलि परे वा पदान्ते तस्य कार्यं पूर्वं भवति संयोगादस्य लोप. अनन्तरमपि असन् इति दश्यां नकारात् परे जल् तु तदुच्यते किल, अत्र अपवादस्य अपि अपवादम् इति उक्तवन्तः किल, तादृशं पूर्वं पूर्वत्र सिद्धम् इत्यस्य अपवादः इति अन्तरङ्ग इति पूर्व यत्र त्रिपाद्यां तथा नास्ति, बलाबलचिन्तनं न भवति, केवलम् अपवादचिन्तनमेव तत्र वर्तते. सामान्यकार्यमस्ति पूर्वत्र सिद्धं, किन्तु अपवादाः भवन्ति इति कृत्वा सूत्रं निरवकाशं मा भूत् इत्यनेन अपवादसूत्राणि प्रवर्तनीयानि. प्रथमम् एतादृशप्रसङ्गः वयं पूर्वमपि पठितवन्तः किल, तत् इत्युक्ते पूर्वस्य दीर्घो तत्रापि सूत्रद्वयमपि तत्र षष्टमाध्याये आसीत्, तत्रापि एतादृशप्रसङ्गः एव आगच्छति किल. केवलं स्मारणार्थं पृच्छामि. सत्यं त्रिपादिसूत्रं चेदपि प्रथमं प्रवर्तितम् अस्ति खलु. तदेव स्मरामि, परन्तु अन्यत् कुत्रापि एतादृशप्रसङ्गः आगच्छति वा यत्र पूर्वोत्तरासिद्धम् इति पाणिनेः पञ्चसूत्रमस्ति, परन्तु तत्रापि अपवादः भवति इति, अन्यत् कुत्रापि भवति वा इति मम चिन्तनमासीत्. स्मरामि भगिनि. अस्तु, अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्यापदान्तस्य झलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त् तदा स्कोः संयोगाद्योरन्ति च इत्यनेन असंत् तदा अनुस्वारस्य ऐ परसवर्णः इत्यनेन नकारः, असंत् तदा पूर्वत्रासिद्धम् इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः, अतः असन्त् इत्येव स्यात्. उत्तरमस्ति यत् अस्मिन् क्रमे नश्यापदान्तस्य झलि इत्यस्य अवसरः न भवति एव परसूत्रात्. स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः सूत्रद्वयमपि अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति, असन् इति रूपं सिद्ध्यति. असन् इति दशायां नकारात् परे झल् तु नास्ति एव, अतः अस्यां प्रक्रियां नश्यापदान्तस्य झलि न कुत्रापि भवति. आरम्भात् अन्तपर्यन्तं नुम् आगमस्य नकारः न इत्येव तिष्ठति. अत्र नश्चापदान्तस्य झलि इति तृतीयपादे अस्ति, अपि च स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः अपि च सूत्रद्वयमपि द्वितीयपादे अस्ति, अनुस्वारस्य परसवर्णः तु चतुर्थपादे अस्ति. अतः अत्र क्रमं द्रष्टव्यं, नश्चापदान्तस्य झलि इति प्रथमं कार्यं करोति, तस्य प्रसङ्गः नास्ति एव, यतोहि तत् तृतीयपादे भवति, अपि च स्कोः संयोगाद्यरन्ते च संयोगान्तस्य लोपः इति प्रथमं भवति इति तयोः क्रमः प्रथमं भवति इति कृत्वा तत्र यदि लोपः कुर्मः सकारस्य लोपः भवति तर्हि तत्र असन्तिति भवति. यदा असन्तिति भवति तदनन्तरं सकारस्य लोपः भवति पुनः द्वितीयपादस्य संयोगान्तस्य लोपः इति असन् इत्येव आगच्छति. अतः अत्र नश्चापदन्तस्य झलि इति सूत्रस्य प्रसक्तिरेव न भवति. प्रथम आरम्भात् एव नकारः नकारः एव भवति इति स्थितिः. हल्याभ्योदीर्घात् सूत्रस्य पृष्टं हल् इति सूत्रमस्ति यत्र हलन्तात् दीर्घन्यन्तात् दीर्घापन्तात् च सूतीसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य सलोपः, लङि प्रथमपुरुषे सलोपः, मध्यमपुरुषे सलोपश्च. अनुवृत्तिसहितसूत्रमस्ति दीर्घात् हल्ङ्याभ्यो सुतिसि अपृक्तं हल् लुप्यते. त्रिषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः. हलन्तात् इति हलन्त अत्र अङ्गमिति अङ्गात् इति तदेव भवती उक्तवती किल चतुर्थपादे नास्ति तथापि अत्र कुत्रचित् केनापि अन्यस्मिन् दिने किं वर्णनलिखितं कार्यम् इति उक्तमासीत् तर्हि मम संशयः जातः. हलन्तात् अङ्गात् अपि च सुबन्तविषयेषु दीर्घन्यन्तात् अपि च दीर्घाबन्तात् इत्युक्ते स्त्रीप्रत्ययेषु प्रयोगेषु तदपि भवति. सु टि सि इति त्रयोः कृते तत्र अपृक्तसंज्ञकवर्णः अस्ति चेत् तस्य लोपः भवति इति. अस्माकं कृते तु लङि भवति सकारसकार मध्यमपुरुष एकवचने अपि च प्रथमपुरुष एकवचने अस्य सूत्रस्य प्रसक्तिः भवति. धन्यवादः भगिनि. प्रिया भगिनि लकि चतुर्षु लकारेषु इति कृत्वा प्रायः रूपं खादयित्वा समापयामः खलु. लटि लट्लकारः तत्र संस्त् इति अङ्गमस्ति. संस्त् योगः टि. इदानीं टि इति तु जलि अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः. सकारतकारयोः संयोगः अस्ति, सकारस्य लोपः भवति, संस्त् योगः टि. अत्र अपदान्त नकारः, अतः नश्चापदान्तस्य जलि इति सूत्रस्य प्रसक्तिः. नकारस्य स्थाने अनुस्वारादेशः, सन्त् योगः ति. इदानीं खरि च इति सूत्रस्य प्रसक्तिः, परन्तु किमपि परिवर्तनं न भवति, सन्त् योगः ति एव. अनुस्वारस्य ई परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने नकारादेशः, सन्त् योगः ति. इदानीं सवर्णः अस्ति तकारः तकारः इति कृत्वा, अनन्तरं नकारः इति हल् उत्तरस्य जर्वर्णः इति कृत्वा जरोजरी सवर्णे इति सूत्रेण रूपद्वयं भवति. सन्ति इति एकं रूपं, सन्ति इति तकारद्वयम् इति रूपं भवति. संयोगः तः, तत्र अपि कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः. संयोगः तः, नश्चापदान्तस्य जलि, अपदान्तनकारः जलि परे, संयोगः तः. अनुस्वारस्य ययि परसवर्णः, संयोग तस्मात् पूर्वं करि च अनन्तरम् अनुस्वारस्य ययि परसवर्णः, संयोगः तः. अत्रापि हल् उत्तरस्य जरः अस्ति इति कृत्वा विकल्पेन लोपः भवति, जरोजरी सवर्णे इति सूत्रेण सन्तः सन्तः इति तकारद्वयं समानकारी नास्ति. संस्तियोगः अन्ति, तत्र नश्चापदान्तस्य जलि इति सूत्रस्य प्रसक्तिः अनुस्वारादेशः संयोगः अन्ति सकारः यै नास्ति इति कृत्वा संस्तन्ति इत्येव तिष्ठति. संसंयोगस्य सि अपि झलि अस्ति को संयोगात् आद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति संयोगस्य भवति. इदानीं नश्चापदान्तझलि नकार अपदान्ते अस्ति तस्य अनुस्वारः भवति संयोगति सि भवति. इदानीं संयोगस्य पुनः अनुस्वारस्य यै पर सवर्ण तकार यै अस्ति अतः संयोगसि भवति. सि अपि ति सि ति अपि झरोझरि सवर्णे भवति भगिनी रा तत् अस्तु. सो केवलं इदानीं वर्णमेलनं भवति सन् सि इति भवति तत्र वर्णः इति अस्ति किन्तु अन्ये यदा भगिनी उक्तवती बाह्यप्रयत्नः भिन्नं भवेत् इति अस्ति. सो सन्सि इति भवति तत्र मध्यमपुरुष सन् यो संसंयोग तथैको संयोगात् आद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति संयोगर्थः. पुनः नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति संयोगर्थः भवति. अनुस्वारस्य यै परसवर्ण संयोगर्थः भवति सन्थः भवति. मध्यमपुरुष बहुवचने तथैव सन्थ इति आगच्छति. तर्हि सवर्णः इत्युक्ते अत्र इत्यस्य तकारस्य सवर्णः तत् ध इति चत्वारः वर्णाः खलु यत्र जरो जरि सवर्णे कार्यं करोति. तकार सवर्णं भवति न वर्गीये तत्र तकार पूर्वतकारस्य नकार हल् अस्ति तकारस्य लोपः भवति इति सन्थः भवति वा सन्तः भवति. मी वा अस्ति अत्र मी अपि हल्लि झलि पित् अस्ति किन्तु अग्रकार्यं न भवति झलि नास्ति अतः केवलं वर्णमेलनं भवति संसत् मी संसत्वः संसत् मः इति भवति. केवलं नश्चापदान्तस्य झलि कार्यं करोति. आमाम् आमाम् अनुस्वारः भवति सन् भवति संसि सका मी अपि झलि नास्ति यै नास्ति यै अस्ति खलु मकार यकार पूर्व संसंयोगः मी तत्र नश्चापदान्तस्य झलि इति सूत्रेण संयोगमी भव संसंयोगमी भवति. तदनन्तरम् अनुस्वारस्य यै परसमन कार्यं करोति. सो अनुस्वारः कुत्र अस्ति सकारः अकारः अनन्तरम् अनुस्वारः अनन्तरं सकारः अस्ति अनुस्वारस्य अस्तु. आमामां सकारस्य लोपः भवति. अस्तु अस्तु केवलम् एक अनुस्वारः भवति. अस्तु सन् इति भवति संसत्मि सकारः अकारः अनन्तरं सकारः अकारः अनन्तरं नकारस्य अनुस्वारः अनुस्वारः अनन्तरं सकारः तिष्ठति, अग्रिमसकारः तिष्ठति, सकारः तिष्ठति, तिष्ठति मि इति मि आगच्छति. अत्र सवर्णः अपि नास्ति इति कृत्वा जर्जरि सवर्णकारे तकारः न तिष्ठति न अत्र तिष्ठति भगिनि. किमर्थम् इत्युक्ते सवर्णः जरोजरि सवर्णे तस्य कार्यं न भवति. अत्र मकारः तकारः सवर्णाः न सन्ति खलु. पुष्पा भगिनी अस्ति किं? नमस्ते भगिनि. इदानीम् आगच्छामि. वह अपि तत्र नश्चापदान्त झलि इति कार्यं करोति. सो संस वह संस मह इति भवति. धन्यवादः. लोट् लकार पुष्पभगिनी वक्तुमिच्छति किम्? नो चेत् प्रायः किञ्चित् समयान्तरं लोट् लकार एकवारं शृणोमि हेमा भगिनि. आं भगिनि, इदानीं संस्योगः तु इति अस्ति. अत्र संयोगान्तस्य स्कुः संयोगाद्योरन्ते च लोपः इति कार्यं करोति. सकारः झल्वर्णः अस्ति इति कृत्वा संयोगस्य सकारस्य लोपः भूत्वा संस्योगः तु इति स्थितिः. इदानीं संस्योगः तु सकारः पुनः झल्वर्णः अस्ति इति कृत्वा नश्चापदान्तस्य झलि अनेन नकारस्य अनुस्वारः भवति, अतः संस्योगः तु इति भवति. तदनन्तरं सकारः यै वर्णः अस्ति इति कृत्वा अनुस्वारस्य यै परसवर्णः भूत्वा सन्तु इति एकं रूपं. तदनन्तरं संस्योगः तु तत्र झरोझरि सवर्णे अपि पुनः कार्यं करोति, सकारस्य अनसंसकारः इति कृत्वा तत्र सन्तु इति सकारद्वयमपि आगच्छति, यथा लटि दृष्टवन्तः तथैव. तदनन्तरं तात् अपि समानकार्यं भवति इति, सकारः आदौ अस्ति अतः अत्रापि सन्तात् अपि च सन्तात् सकारः द्वयं. तदनन्तरम् अस्माकं यथा वयं साधारणतया कुर्मः तत्र अन्यत् रूपम् आगच्छति दकारः अपि जलां चषन्ति इति कृत्वा तत्र सन्तादित्यपि आगच्छति. जलां दृश्यन्ते अत्र नास्ति खलु खरि कर् तकारः तु कर्वर्णः अस्ति खलु भगिनि. इदानीं सन्तात् इति रूपम् आगच्छति. सन्तात् इति चत्वारः रूपाणि खलु, चत्वारि रूपाणि. सन्तु अनन्तरं सन्तु अनन्तरं सन्तात् सन्तात् इति चत्वारि रूपाणि. पुनः रूपाणि एकवारं वदतु भगिनि. सन्तु इति एकं, सन्तु प्रथम जरोजरि विकल्पेन खलु, तर्हि सन्ततु इति एकं रूपम्, अनन्तरं जरोजरि सवर्णे इत्यनेन तकारस्य लोपं भूत्वा सन्तु इति अन्यत् रूपं, तथा एव सन्त तात् इति एकं रूपम्, अनन्तरं जरोजरि सवर्णे इत्यनेन सन्तात् इति. इदानीं यदि तकारः अन्ते अस्ति तर्हि जलां जषन्ति कार्यं न करोति वा? अन्ते आमामां सत्यं सत्यम् आमामाम् इतोपि रूपद्वयं तर्हि सन्त ताद् अनन्तरं सन्त सन्ताद् इति षड् रूपाणि. तत्तु तकारः थकारः अस्ति न? तकारस्य जलां दृश्यन्ति इति पदान्ते पदान्ते तकारः अनन्तरम् आवसाने इत्यनेन आवसाने सन्तात् इति आगच्छति अपि षड्रूपाणि एव वक्तव्यं. तदनन्तरं ताम् इति अस्ति, अत्रापि कार्याणि समान एव भवति. सन्ताम् इति एकम्, अपि च सन्तामिति झरोझरीसवर्णे विना अपि च सहित रूपद्वयम् आगच्छति. अतु यत्र अस्ति अत्र तु संयोगः अतु अत्र केवलं मेलनमेव भवति, अतः संस्ततु इत्येव नष्टापदान्तस्य झलि पुनः तत्र नष्टापदान्तस्य झलि अनुस्वारस्य इ परसवर्णः न करोति किल, तर्हि केवलं अनुस्वारः एव आगच्छति. संस्ततु इत्येव रूपं अन्तु नागच्छति किल, अतु किल अन्तु इति अन्तु एव भगिनि अन्तु वा उपरि पदादिगणे भवत्यादिगणे भवति अत्र जिहोतादिगणे अतु अस्ति अदन्तेभ्यः धातुभ्यः एव किमस्ति अतु इति मन्ये तादृशमस्ति खलु संस्तियोगः हि इति मध्यमपुरुषे तत्रापि स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः सन्त् योगः हि. अनन्तरम् इदानीं कूजल्भ्यो हेरुतिः इति सूत्रस्य प्रसक्तिः हि स्थाने दि आदेशः सन्त् योगः दि. अस्तु अनन्तरं नष्टापदान्तस्य जलि आगच्छति किल. 6410 हू जल्भ्यो हेर्भिः अनन्तरं नश्चापदान्तस्य जलि आगच्छति चेत् नकारस्य स्थाने अनुस्वारादेशः सन्तियोगः दि. अनुस्वारस्य ई पर सवर्णः सन्तियोगः दि. अनन्तरं जरोजरी सवर्णे इति सूत्रेण हल् उत्तरस्यां रूपद्वयं सन्धि सन्धि इति आगच्छति. अत्र जलाम्बस्य स्थानेन दकारः आयाति खलु, दकारस्य दकारः कूजल्भ्यो हेति पूर्वं वा न अनन्तरं अनन्तरं नशा अनुसरति परसवर्णः इत्यस्मात् पूर्वम् इति मन्ये खलु जलाम्बस्य तस्मात् पूर्वम् आयाति. नश्चापदान्तस्य जलि तस्मात् अनन्तरं तस्मात् अनुस्वारस्य एय सवर्णः पूर्वं यदा वयं पूर्वं करी च कृतवन्तः इदानीं जलां झष्टषि अस्तु जलां झष्टषि इत्युक्ते परन्तु कोः संयोगाद्योरन्ते च एव प्रथमं किल अनन्तरमेव पूजल्भ्यो हेर्भिः संस्तियोगः हि अभवत्. संस्तियोगः तात्तु समानप्रक्रिया यदा भगिनी उक्तवती च संस्थात् संस्थाद् संस्थात् तकारद्वयं संस्थाद् इति चतुष्टयं रूपचतुष्टयं समानप्रक्रिया सन्तम् इत्यस्यापि तत्रापि स्कोः संयोगाद्योरन्ते च अनन्तरं नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः जरोजरि सवर्णे किं तदेव मम अपि किञ्चित् षष्टाध्यायस्य चतुर्थे पादे हण्डन् अङ्गकार्यम् अस्ति भूजल्भ्यः अङ्गेभ्यः हेदि इति सोः संयोगाद्योरन्ते चेति वर्णनमिति किं कार्यं प्रथमं किल तदेव तदेव ममापि किञ्चित् अस्तु भूजल्भ्योहेर्दिः प्रथमम् आगच्छति चेत् संस्योगः दि अनन्तरं कोः संयोगाद्योरन्ते च इदानीमपि हल् वर्णः परे अस्ति इति कृत्वा संयोगः दि अङ्गकार्यम् अस्तु अनन्तरं बहुवचने यदा वयं दृष्टवन्तः समानप्रक्रिया एव किल भगिनि सन्त आम् सन्थ इति रूपम् आगच्छति सन्थ सन्त तकारद्वयं धन्यवादः किम् न भगिनि इदानीं सरला भगिनि अस्तु संस्थयोग आनि तत्र प्रथमं नष्टापदांश झलि इति सूत्रेण नकारस्य अनुस्वारः भवति संस्थयोग आनि संस्थानि भवति तदनन्तरं तथैव आव संस्थाव संस्थाम इति भवति अमुक्तवती भगिनि क्षम्यताम् अहम् अस्तु यै न कार्यं करोति कारणं सकार यै प्रत्याहारे नास्ति केवलं नष्टापदं च झलि तस्य कार्यं भवति प्रथमपुरुषे प्रथमपुरुषरूपाणि वक्तुम् इच्छति किं भगिनि कुत्र लङ्लकारे अस्तु तकार संयोगतकार हल्याङ् द्यो दीर्घा स्तुति से प्रथम हल् इत्यनेन तकारस्य लोप भवति इदानीं पदान्ते आगच्छति संसत्योग तत्पदान्ते अस्ति अतः को संयोगान्ते अडागम आगच्छति पूर्वम् अस्तु धन्यवादः भगिनि असंस्थयोग तकारस्य लोपः भवति हल्लाङ्गदीर्घ इति सूत्रेण स्को संयोग्यात् आद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति असंस्थयोग केवलम् असन् असन्त् भवति इदानीं असन्त् यदि अस्ति तत्र नकारस्य नष्टापदान्तस्य जलि इति सूत्रेण पूर्वम् अत्र संयोगः अस्ति इति कृत्वा संयोगान्तस्य लोपः अस्तु अस्तु असन्त् भवति तदनन्तरं संयोगान्तस्य लोपः इति सूत्रेण तकारस्य लोपः भवति असन्त् भवति नष्टापदार्थ झलि इति कार्यं न करोति इदानीम् अस्मान् अस्तु तदेव तिष्ठति इति पूर्वं महोदयेन उक्तमासीत् खलु नुमागमस्य नकारः अस्ति तदेव तत्र तिष्ठति कारणकी नष्टापदार्थ परसूत्रम् अस्ति तत् कार्यं पूर्वं भवति पूर्वता सिद्धम् इति कारणेन अस्तु तां यदि असि तथैव असन् तां तत्र को संयोगे च तकारस्य लोपः भवति असन् सकारस्य लोपः भवति पूर्वं तदनन्तरम् असन्त् योगः ताम् आगच्छति नष्टापदान्तस्य झलि असन्त् योग तां भवति इदानीम् अनुसारस्य यै परसवर्णकार्यं करोति असन्त् योगताम् आगच्छति असन्त् योगताम् इदानीं झरो झरि सवर्णे तकारस्य लोपः भवति सो द्वे रूपे भवति असन्ताम् वा असन्तताम् इति भवति यदि अन् अस्ति तत् नश्च असन्त योग अन् नष्टापदान्तस्य झलि कार्यं करोति असंस्तन् इति भवति असस्तन् साधु अस्तु अस्तु मध्यमपुरुषे असंस्योगः सकारः अत्रापि संज्ञाभ्यसूत्रस्य प्रथमं हल् इत्यनेन सकारस्य लोपः भवति तदनन्तरं सकारतकारयोः संयोगः अस्ति कुः संयोगाचोरन्ते च इत्यनेन सकारस्य लोपः जायते इदानीम् असन्त् इति अस्ति नश्चापदान्तस्य झलि कृत्वा तत्र नकारस्य अत्र भगिनि अन्तु अन् बहुवचन असन् असन्त् योगः सकारः इति मध्यमपुरुषे एकवचने लङ्लकारे असन्त् अडागमः आगच्छति अतः असन्त् योगः सकारः हल्याभ्यूसूत्रस्य पृथक्तं हल् इति कारणेन स लोपः अतः असंस्थिति भवति इदानीं स्कुः संयोगाद्योरन्ते च इति कारणेन अन्तिमसंयोगस्य सकारस्य लोपः भवति असन्तिति आगच्छति इदानीं संयोगान्तस्य लोपः इदानीं नश्चापदान्तस्य झलि आगच्छति वा इति चिन्तयति अस्मि अत्र संयोगान्तस्य लोपः प्रथमम् आगच्छति अतः तस्य प्रसक्तिरेव न भवति अतः केवलं संयोगान्तस्य लोपः भूत्वा सकारस्य लोपः जायते अपि च असन्नितिरूपं भवति यथा भगिन्या उक्तं प्रथमपुरुषे तादृशमेव असन्नितिरूपं तदनन्तरं तं त इति द्वयमपि समानकार्यं यत् भवत्या उक्तं तत्र सकारस्य लोपः भवति स्कुः संयोगाद्योरन्ते च अपि च नश्चापदान्तस्य झलि इति अनुस्वारः भवति तर्हि असन्त् योगः ताम् इदानीम् असन्त् योगः ताम् अस्ति चेत् तत्र पुनः तमेव तं त द्वयमपि तत्र झरोझरि सवर्णे अपि कार्यं करोति अत्र एकस्मिन् पक्षे असन्तम् अपि च द्वितीय पक्षे तकारस्य द्वित्वं भवति असन्तम् इति तथैव असन्त असन्त इति रूपं तत्र धन्यवादः उत्तमपुरुषे अम् अस्ति पित् अस्ति अत्र पित् नास्ति लङ्लकारे पित् अस्ति किं लङ्लकारे सर् अम् अस्ति दृष्ट्वा वदामि एकनिमिष भगिनि दृष्ट्वा वदामि अम् अस्ति अत्र अजादि अस्ति एकनिमिष भगिनि टु ओपन् अप् अनदर् वुड् हेल्प् न न अजादि पित् अस्ति अजादि अजादि पित् अस्ति असन् किं कार्यं करोति अजादि पित् तत्तु हलन्तदातुः अस्ति इति कृत्वा अजादित् इत्यस्य गुणकार्यस्य प्रसक्ति एव नास्ति. स्कोः संयोजादन्ते इच्छा इत्यनेन तत्तु कार्यं न भवति. किमर्थमिति जलिपरे नास्ति, सकारः तिष्ठति, असन् असंस्त् इति असन् न असन् असंस्तम् इति, किन्तु नश्चपदान्तस्य जलि इति एकस्य एव कार्यं भवति. तत्र अनुस्वारः अस्ति भूत्वा असंस्तम् इति. असंस्तम् अस्तु, तत् आनि आवान् इति लङ्कारः वाम. अस्तु, तत्तु असंस्वा सकारः तिष्ठति, असंस्वा इति तिष्ठति. तत्रापि अनुस्वारः याति इदं केवलं नश्चापदन्तझलि इति कार्यं करोति. संस्यात् संस्यावां संस्युः संस्याः संस्यातं संस्यान् यात संस्यायः संस्यावः संस्यामः इति. संस्यातं संस्यात प्रथमपुरुषे संस्यां संस्यां संस्याव संस्याम. धन्यवादः भगिनि, तर्हि धन्यवादः. धन्यवादः, विरमामः किम्? धन्यवादः, धन्यवादः. कम्प्लीट्लि डिस्कनेक्टेड् न किं प्रायः मम दूरवाण्याः स्यात् मम एव हस्तं प्रसारयित्वा अहं अङ्गुलिं कुत्रचित् प्रायः प्रसारितवती इति मन्ये, न जाने. नो चेत् सर्वेषामपि भङ्गं न भवति खलु. I wasn't on, I wasn't connected, that's why. I just kind of got connected around 10:10, that's I'll listen to it. I sent you a message already. Thank you. Dhanyavaad. Shubhrati. Dhanyavaad. How is your sister?